नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्। गते वर्गे वयं चतुश्चत्वारिंशत्तमे पुटे स्थितायाः संक्षेपगीतायाः पठनं आरब्धवन्तः। अद्य तत् पठनं समापयामः। आदौ यथा प्रकारः ध्येयमुक्तः। विशालाक्षी भगिनी, अहम् अत्र भाजयामि। दृश्यते किल? हा, दृश्यते दृश्यते। श्रीगुरुभ्यो नमः। हरिः ओम्। अन्यो धनं प्रेत्यगत अन्योधनं प्रेत्यगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः। धन्यवादः। टेल् द इङ्ग्लिश्। अ डेड् मेन्स् वेल्त् इस् एन्जाय्ड् बै अदर्स्, सो आल्सो द कान्स्टिट्यूयन्ट्स् आफ़् हिस् बाडी आर् एन्जाय्ड् कन्स्यूम्ड् बै बर्ड्स् एण्ड् फायर्। दिस् डेड् मेन् goes to other world, to the other world, wrapped only in his good and bad deeds. Atra bhagini, good and bad deeds tatra kena padena jnatum shaknumah? Punyena papena. Other world kena padena? The other world, I'll tell you. Dvambhyamayam? Nay. Tatra punni amutra. Amutra. Okay. Kachatya. Achcha. Okay. Then what is the dvambhyamayam? Dvabhyamayam. Dvabhyamayam. Dvabhyam. Ayam. Ayam is he. द्वाभ्याम् इस् बोत् आफ् दीस्, पुण्येन पापेन द्वाभ्याम्। बोत् आफ् पच् विद् बोत् आफ् दीस् सह इस् व्यवहरे द्वितीया विभक्ति गच्छति अमुत्र। ओके, अमुत्र। या गच्छति अमुत्र, गच्छति अमुत्र। तत्र बाडी कान्स्टिट्यूयन्स् इत्युक्ते किं? बाडी What did you ask? Body constituents iti kena shabdena jnatum shaknumah? Janati bhavati. Sharira dhatun. Uttama. Apicha tatra dead man kena shabdena dead man's body iti uttavantah. Dead man. Pretyagata. भुङ्क्ते इत्युक्ते किम्? पीपल् द विल् बि विल् बि एन्जाय्ड् बै अदर्स्। केन पदेन ज्ञातुं शक्नुमः? धनम् अदर्स् केन शब्देन ज्ञातुं शक्नुमः? अन्यः उत्तमं भगिनि, धन्यवादः। अस्तु, इदानीं चतुश्चत्वारिंशत्तमं प्रति गच्छामः। पुटं प्रति गच्छामः। अस्तु, कविता भगिनी, वयं गते वर्गे तत्र अष्टतमः श्लोकः अस्माभिः, इदानीं नवमः श्लोकः पुस्तके अस्ति न, पुस्तके अस्ति, अस्तु एकनिमेषः अहं पश्यामि भवति प्रायः दृश्यते भगिनि? आं भगिनि, आं भगिनि. नवमं तत्र कृष्णः शृणोति. कृष्णस्य संशृणुते सर्वं कृष्णस्य संशृणुते सर्वं पुनश्च चोपदिशत दिशत यमुं ज्ञानं. कृष्णस्संशृणुते सर्वं पुनश्चोपदिशत्यमुं, क्षम्यताम् एतत्तु अनुष्टुप् छन्दे. कृष्णस्संशृणुते सर्वं पुनश्चोपदिशत्यमुं ज्ञानं भक्तिं तथा योगं साङ्ख्यं कर्म तथा किलम्. कृष्णस्य संशृणुते सर्वं पुनश्चोपदिशत्युमं यमुं ज्ञानं भक्तिं यथा योगं साङ्ख्यं कर्म यथाखिलं तथाखिलम्. इदानीं विजयकुमार महोदय पठतु. कृष्णस्यं संशृणुते सर्वं पुनश्च चोपं दिशति यमं ज्ञानं भक्तिं तथा योगं साङ्ख्यं कर्म तथा अखिलं. अखिलं वदामश्चेत् तत्र किं भवति इत्युक्ते तत्र छन्दस् न भवति, छन्दसि न भवति. एकनिमिषम् विशालक्षी भगिनी पठतु. कृष्णस्संशृणुते सर्वं पुनश्चोपदिशत्युमयमुं ज्ञानं भक्तिं तथा योगं साङ्ख्यं कर्म तथा किलं तथा इति तथा किलं. विजय सङ्की महोदय आं भगिनि. नमो नमः. नमो नमः. कृष्णसंशृणुते सर्वं पुनश्चोपदिशत्यमुं ज्ञानं भक्तिं तथा योगं साङ्ख्यं कर्म तथा तिलम्. धन्यवादः. तर्हि तत्र पदच्छेदनं कथम् अस्ति इत्युक्ते कविता भगिनी कर्तुम् इच्छति किं पदच्छेदनं करोतु. आम् भगिनी. कुत्र कुत्र अस्ति तदेव तदेव श्लोकस्य तस्य श्लोकस्य एव पदच्छेदनं करोतु ब्रेक् द वर्ड्स् बिकास् इन् अ श्लोक अन्लेस् यु ब्रेक् द वर्ड् यु वोण्ट् अण्डर्स्टाण्ड् द मीनिङ्ग् कृष्ण कृष्ण सम शृणुते सर्वं कृष्णः कृष्णः इदानीम् एतत् मास्तु एतत् मास्तु इदानीं पुस्तकतः पुस्तकतः एव पठतु ओ अच्छा कृष्णः सं शृणुते सर्वं पुनः पुनः पुनः च पुनः च उपदिश्य उपदिशति उपदिशति मम उपदिशति ज्ञानं भक्तिं तथा योगं साङ्ख्यं कर्म तथा अखिलम् कृष्णः कीदृशं पदं कृष्णः प्रथमाविभक्ति एकवचनम् उत्तमम् अपि च लिङ्गं लिङ्गं पुल्लिङ्गम् अभ्यासस्य कृते अहं जानामि भवन्तः जानन्ति इति परन्तु अभ्यासस्य तं शृणुते कीदृशं पदम् कर्मपदं कर्तरि क्रियापदं सोरि क्रियापदं इति उपसर्गः अपि च श्रु इति धातु परन्तु वयं शृणुते न वदामः किल शृणोति इति वदामः शृणोति अत्र तु परस्मैपदम् एव श्रुधातुतः निर्मितः पदम् एतत् श्रुधातुः तु परस्मैपदी धातुः एव परन्तु तत्र गीता गीतेषु तु वयं पश्यामः प्रयोगः ईदृशः प्रयोगः सो शृणोति इस् वाट् वि यूस् बट् शृणोते वि केनाट् यूस् ऐ केनाट् से शृणे ऐ केनाट् डू देट् ऐ केनाट् से सः शृणे शृणोते तत्तु दोषः भवति तत्र परन्तु अत्र तु अस्ति एव आत्मनेपदी तत्र अस्ति अस्तु अग्रे सर्वं सर्वं परस् ओ सोरि इति अव्यय नैव नैव द्वितीयाविभक्ति द्वितीयाविभक्ति वचनं किम् एकवचनम् एक लिङ्गं किं पुल्लिङ्गं पुल्लिङ्गं पुनः पुनः पुनः पुनः इस् एन् अव्यय च अव्यय च अव्यय उपदिशति उप इस् एन् उप दट् दिशति उप इस् उपसर्गः उपसर्गः दिशति इस् टु डैरेक्ट् not in that sense, he has directed through words, he has directed through advice, he has directed through telling him what to do, ordering him, not ordering exactly, but explaining to him. So, dish iti dhatu ho asti. Dishati amum. Amum ki disham padam? Amum. Amum, dutya vibhakti, but what title? Adat prakaranta. सर्वनामपदम् वट् इस् द मेन् बेस् सकारान्त पुंलिङ्ग् शब्दः अस्ति अदत् सकारान्त पुंलिङ्ग् तत्र रूपाणि वदामि असौ अमू अमी अमुम् अमू अमून् अमुना अमूभ्याम् अमीभिः अमुष्मै अमुभ्याम् अमीभ्यः अमुष्मात् अमुभ्याम् अमीभ्यः अमुष्य अमुयोः अमीषाम् अमुष्मिन् अमुयोः प्रायः तत्र वयं न वदामः अमुम् इति, बट् द मीनिङ्ग् इस् द सेम्, लैक् सः सः तौ ते लैक् देट् ओन्लि असौ अमु अमि एन् सो आन् एण्ड् सो शो ज्ञानं ज्ञानं ज्ञानं भक्ति बोत् आफ् देम् आर् डिस्टिङ्क् द्वितीय द्वितीयाविभक्ति प्रथम एकवचनं लिङ्गं किं ज्ञानम् इति शब्दस्य ज्ञानं ज्ञानं पुल्लिङ्ग नैव नपुंसकलिङ्गे भक्ति लिङ्गं किं भक्तिं स्त्रीलिङ्गं स्त्रीलिङ्गम् उत्तमं तथा अखिलम् इस् द्वितीयाविभक्ति नैव नैव अत्र हा द्वितीयाविभक्ति सत्यं, परन्तु अत्र विशेषणम् अस्ति तदर्थं वि कान्ट् टेल् स्ट्रेट् अवे वि हव् टु से इट् इन् द विशेषणम् एण्ड् देन् से देयरफोर् इट् फालोस् यत् लिङ्गं यत् वचनं व्यासभक्ति अस्तु योगं योगं कीदृशपदं योगं द्वितीयाविभक्ति एकवचनं पुल्लिङ्गशब्दः उत्तमम् उत्तमं साङ्ख्यं सेम् सेम् यतोहि तत्र अपि विशेषणम् एव ओ कर्म कर्म कीदृशं कर्म कर्म कर्म इस् एन् अव्यय नैव नैव कर्मन् इति कर्मन् इति प्रातिपदिकं कर्मन् नकारान्त नपुंसकलिङ्गं लिङ्गशब्दः नकारान्त नपुंसकलिङ्गशब्दः तत्र रूपाणि कर्म कर्मणि कर्माणि कर्म कर्मणि कर्माणि देन् इट् फालो लैक् स्वामी अस्तु तर्हि इदानीम् अर्थं वदतु भगिनि कृष्ण कृष्ण संश्रुते सर्वं पुनश्चोपि प्रयत्नं करोतु प्रयत्नं करोतु अच्छा कृष्णः इदानीम् अर्जुनः किं कृतवान् अर्जुनः न अहं न योच्यामि इति उक्तं किल अर्जुनेन परन्तु इदानीं कृष्णः किं करोति इति वदतु वदतु कृष्णः संशृणुते हेविङ्ग् लिसन् टु कृष्ण सर्वः एव्रिबडि सर्वम् आफ्टर् लिस्निङ्ग् टु एव्रिथिङ्ग् देन् अर्जुन पुनः अगेन् पुनः उपदिशति योगं कर्मयोग साङ्ख्ययोग देन् ज्ञानं ज्ञानयोग all that he has akhilam akhilam he tells again for first time he tells him no slavyam mas madam partha and then again when he tells no I'm not going to go to war that time again he tells him everything all those 17 chapters he lists out all the jnana yoga bhakti yoga why you should fight all that he tells him now. That's what it is. कृष्णः सर्वं तं शृणुते पुनः अमुम् उपदिशति अपि च अखिलं तथा अखिलं ज्ञानं भक्तिं तथा योगं साङ्ख्यं सर्वमपि उपदिशति अस्तु धन्यवादः विजयकुमार महोदय अग्रिमं करोतु आं भगिनि एकनिमिष आवश्यकं किम् आं भगिनि नेक्स्ट् यात्मनश्चापं तत्रैवोपिश क्षम्यताम् तत्रैवोपविशत्ययं पुनश्चावेक्षते सर्वान् तेन खेदोऽपि वर्धते In my screen is not coming. I'll have it. पुस्तकतः अपि पठितुं शक्यते महोदय तत्रैव पठिष्यतयं पविष्यत्ययं पुनश्च चावेकं पुनश्च चावेकं पुनश्चावेकशते सर्वान् तेन खेदोऽपि वरं दते वर्धते सुलभस्य कृते पुस्तकतः अपि पठितुं शक्यते चिन्ता नास्ति अस्तु इदानीं पदच्छेदनं करोतु आं भगिनि क्षम्यता तत्तु कृतवन्तः अत्र प्रजहात्यर्चन दशमं प्रजः पठतु प्रजहात् अर्जुन प्रजहात् अर्जुनं क्लेप्यं पुनश्च चायं न शोषति प्रणक्षति हि तममोहं तेनासो विन्दते प्रजहात्यर्जुनः क्लैव्यं पुनश्चायं न शोचति प्रणश्यति हि सम्मोहः तेनासौ विन्दते स्मृतिम् इदानीं पदच्छेदनं प्रजहाति अर्जुनम् उत्तमं प्रजहाति अर्जुनः प्रजहाति अर्जुनः क्लेप्यं पुनश्चायं अयम् न शोचति प्रणश्यति हि सम्मोहम् तेन आसौ असौ विन्दते स्मृति प्रजहाति प्रथमपुरुष एकवचनं अन्यैः पठनीयम् एकनिमिषम् विशालाक्षी भगिनी पठतु तुम्हारे एनालाइज़ प्रजहात् अर्जुनः क्लैब्यं पुनश्चायं न शोचति, प्रणश्यति हि सम्मोहः, तेनासौ विन्दते स्मृतिम्। आं भगिनि, प्रजहात्यर्जुन क्लैब्यं पुनश्चायं न शोचति, प्रणश्यति हि सम्मोहः, तेनासौ विन्दते स्मृतिम्। धन्यवादः विजयकुमार् महोदय। इदानीं प्रजहात् कीदृशं पदम्? आं भगिनि, प्रजहाति कीदृशं? प्रजहाति प्रथमपुरुष एकवचनं, उत्तमं क्रियापदम्। हा इति धातु, लकारः कः? लट् लकार। उत्तमं। तत्र हा इति धातुः अस्ति। हा अस्तु। क्लैब्यं, क्लैब्यं, क्लैब्यं द्वितीया विभक्ति। उत्तमं। वचनम्? एकवचनं। लिङ्गं? पुल्लिङ्गं। नैव, नैव, अत्र नपुंसकलिङ्गं, नपुंसकलिङ्गं, क्लैव्यं। तत्र नपुंसकलिङ्गस्य शब्दस्य कृते तु प्रथमा विभक्तिः अपि च द्वितीया विभक्तिः समानः एव। ओ ओके। पुनः कीदृशं पदम्? अव्यय, अव्ययम्। उत्तमम्। अयम्? अयम् इस् द्वितीया विभक्ति बहुवचनं? नैव, अयम्। अयं हि, हि, हि, हा, सो प्रथमा विभक्तिः एव अत्र। ओ ओके। हा, प्रातिपदिकं किम्? इदम्, इदम्, इदं मकारान्त पुंलिङ्गः शब्दः, सर्वनामपदः अस्ति, सर्वनामः पदमस्ति। तत्र रूपाणि कानि इत्युक्ते अयम्, इमौ, इमे, इमम्, इमौ, इमान्, अनेन, आभ्याम्, एभिः, अस्मै, आभ्याम्, एभ्यः, अस्मात्, आभ्याम्, एभ्यः, अस्य, अनयोः, एषाम्, अस्मिन्, अनयोः, एषः। चिन्ता नास्ति, तत्र किञ्चित् किञ्चित् समयः आवश्यकः। अस्तु, अग्रे न, न कीदृशं पदम्? अव्यय, अव्ययं। शोचति कीदृशं पदम्? प्रथमा विभक्ति एकवचनं, एकवचनं। प्रणश्यति कीदृशं, कीदृशं पदम्? सेम्, सेम्। सेम् इत्युक्ते किम्? वाट् वाट् प्रणश्यति कीदृशं पदम्? क्रियापदं, क्रियापदं। लकारः कः? लट् लकारः। तत्र पुरुषः कः? पुल्लिङ्ग्, प्रथमाविभक्ति, पुल्लिङ्ग, एकवचनं, एकवचनं, प्रथमपुरुषः, विभक्तिः नास्ति, क्रियापदमस्ति। ओके। लिङ्गं किम्? पुल्लिङ्गं। नैव, क्रियापदस्य लिङ्गं न भवति, नो लिङ्ग, ऐ थिङ्क् स्त्रीलिङ्ग, स्त्रीलिङ्गकम्। उत्तमं, सत्यं, स्त्रीलिङ्गकम्। हि, हि कीदृशं पदम्? अव्यय, अव्यय। सम्मोहः कीदृशं पदम्? सम्मोहः, प्रथमा विभक्ति एकवचनम्। उत्तमम्। अपि च लिङ्गं? सम्मोहः, पुल्लिङ्ग। उत्तमम्। अकारान्त पुंलिङ्गः शब्दः अस्ति. तेन तेन तेन ईदृशं पदम् रामेण रामेण तृतीया विभक्ति एकवचनं अपि च प्रातिपदिकं किम् रामे प्रातिपदिकं किं तद् तद् तद् दकारान्त पुंलिङ्ग् शब्दः ओके सः तौते सः तौते त्वं तौतान् तेन ताभ्यां तैः तस्मै ताभ्यां तेभ्यः तस्मात् ताभ्यां तेभ्यः तस्य तस्य तयोः तेषां तस्मिन् तयोः तेषाम् तेन असौ असौ कृतवन्तः असौ इदानीमेव कृतवन्तः किल असौ नो असौ नो ऐ नो ऐडिया अदर्स् अदर्स् अदर्स् सकारान्त सकारान्त पुंलिङ्ग् सर्वनामपदः पदम् अस्ति ओके एकवचनम् एकवचनं प्रथमाविभक्ति असौ मीन्स् हि अगेन् असौ अयं सः आल् दीस् हि असौ असौ अमु अमि अमु अमु अमु एक्सेट्रा इत्यादयः अस्तु विन्दते विन्दते इट्स् क्रियापदं न ऐ थिङ्क् लट् लकार लट् लकारः अपि च पुरुष प्रथमाविभक्ति प्रथमाविभक्ति प्रथमाविभक्ति नास्ति ओ क्रियापदमस्ति पुरुष ओके प्रथमपुरुष परतं पुरुष विद् विद् इति धातु विद् इति धातु विद् विद् विद् ओके It means to obtain, to reach. Okay. Smriti. Smriti. Smriti. Smriti. Pratama vibhakti. No, smritim asti atra. Smritim. Smritim. Is smriti or smritim? Smritim. Smritim. Okay. It's dvitiya vibhakti. Dvitiya vibhakti. Apicha vachanam. Bahuvachanam. Bahuvachanam. किमर्थं किमर्थम् एकवचनं हा रामं नैव स्मृति तत्र लिङ्गं किं लिङ्गं किं पुल् स्त्रीलिङ्ग स्त्रीलिङ्गे उत्तमम् अर्थं वदतु इदानीं प्रजाति प्रजा इस् नैव नैव प्रजा नैव प्रजाः प्रजाहाति तत्र प्रजाहाति तत्र क्रियापदमस्ति प्रजा इस् द पब्लिक् नो नो नो नो इट् इस् नाट् प्रजा इट् इस् अ क्रियापदम् प्रजाहाति टुगेदर् इस् अ क्रियापदम् सो इट् इस् प्र उपसर्गपूर्वः हा इति धातुः सो प्रजाहाति मीन्स् टु गिव् अप् टु गिव् अप् गिव् अप् Arjuna, to give. Arjuna give up. He gives up. What does he give up? Kleibya means his control over mind. No. Kleibya, he has already given up his control. Now what he's doing is, now Kleibya is the importance. Kleibya maasmagam of partha. Nahi, tatvai upapadhyate. He has told him, no Krishna, that don't be important. Okay. Don't be important. So now that importance which was dropped, which was stopping him from doing the war, that he has dropped after all these listening to these 18 chapters, he has dropped it now. Okay? And punaha again, I am, he na shochati. Na shochati means he does not now become sad. Okay. He was sad. Now he does not become sad because he has given up the importance. Then, Pranashyati sammohaha, that illusion that he was under, Okay. That illusion of his disappears. It becomes nashyati. Not only nashyati, pranashyati, nicely, it completely goes away. Tena, then from that what happens? Asav vindate smritim. And he, because by this, by doing this, by giving up his importance, what does he do? He reaches awareness. Smritim is, you can say, consciousness or awareness. Because he has seen the Lord himself, right? So he reaches that that stage, you can say, awareness. Smritim actually means many words. Over here, you can take it as he reaches awareness. Okay? Okay. Otherwise, okay. Smriti also means Upanishad. Smriti also means memory. Over here, we'll take it as okay. धन्यवादः विजय कुमार विजय हंसी महोदय पठतु अग्रे आम भगिनि ब्रूते च माधवं पार्थ करिष्ये वचनं तव ततो युद्धाय सन्नाहं कुर्वन् नुतिष्ठति स्वयं इदानीं विशालाक्षी भगिनी पठतु ब्रूते च माधवं पार्थः करिष्ये वचनं तव ततो युद्धाय सन्नाहं कुर्वन्नुत्तिष्ठति स्वयम् कविता भगिनी पठतु ब्रूते च माधवं पार्थः करिष्ये वचनं तव ततो युद्धाय सन्नाहं कुर्वन्नुत्तिष्ठति स्वयम् विजयकुमार महोदय पठतु आं भगिनि भूते च माधवं पार्थ करिष्यं ये वचनं तव ततो युद्धायसनं नाहं तन्नाहं कुर्वन्नुत्तिष्ठति स्वयम् So if you read, read it, if you keep on practicing the way it is written, tatra visargaha nasti chet na pataniyam, tavaha iti na vadaniyam. Brute cha madhavam parthaha karishyeva chanantavaha. धन्यवादः So I have put it in such a way that it will be easy to read if you want to use it. I have done the entire reading of the Bhagavad Gita by using this method. That is why I thought I'll share it. But you have to now take the book and from there you do the breakup of the words. Try it. Try some karo. Then if there is anything, you change it. Okay. So I should go word by word. Brute cha. You should first of all do the breakup because in every shloka there are sandhis, right? So unless you break up the sandhi, you will not know the word. If you don't know the words, you will not be able to understand the meaning. So first you, for all shlokas, that is the practice. Padachedana, then tatparya. So now you do the padachedana. First you break up the word, then we'll do the parts of speech. And then we do the meaning. So brute means? Brute. Kriyapada. It is Kriyapada. Dhrute cha Madhavam Partham. But he said, you know, what is said by the Madhav? Two parts. No, but Mahoday, what I mean, I'll tell you. Dhrute, first of all, break up. Dhrute cha Madhavam Partham. Karishye Vachanam Tava. Tato, what is Tato? Tataha. Tato is actually Tataha. Okay. Yudhaya Sannaham Kurvan Uttishthati. That is not Nuttishthati. That is because of the Sandhi it has become like that. Okay, so Kurvan Uttishthati Swayam. That is the way you have to break up. Now you tell me, what is Dhrute? वदत् ब्रूते क्रियापदम् उक्तवानेव भवान् ब्रूते क्रियापदम् धातुः कः इति जानाति किं धातुः कः इति जानाति ब्रू ब्रू ब्रू धातु तत्र आत्मनेपदीयम् पुरुषः कः ब्रूते पुरुषः कः महोदय पुरुषः कः या वै इस् द नाय्स् कमिङ्ग् इस् इट् फ्रोम् माय इस् इट् दट् सम्बडी इस् एव्रिबडि इस् आन् म्यूट् अस्तु महोदय ब्रूते पुरुषः कः न श्रूयते किं पुरुषः हा पुरुषः कः क्रियापदमस्ति पुरुषः कः प्रथमपुरुषः ओके प्रथम एकवचनं लिङ्गं किं पुल्लिङ्गं नैव लिङ्गं नास्ति क्रियापदस्य कृते लिङ्गं न भवति ओके There is no lingam, no, for Kriya Padam. Okay. Cha ki drisham padam? Cha. Avyaya. Avyaya. Madhavam ki drisham padam? Madhavam ekvachan. Ekvachanam. Kullingam? Nahi. Kullingam. Uttama. Apicha? विभक्तिः का द्वितीया द्वितीया विभक्ति पार्थः कीदृशं पदं पुल्लिङ्गे एकवचन प्रथमा विभक्ति प्रथमा विभक्ति करिष्ये करिष्ये क्रियापदं क्रियापदं लकारः लट्लकारः नैव लृट् अस्ति करिष्ये ऐ विल् डु लृट्लकारः ढुक्रिङ् इति धातुः अस्ति वचनं वचनं द्वितीया विभक्ति द्वितीया विभक्ति एकवचनं लिङ्गं किं पुल्लिङ्गं नैव नपुंसकलिङ्गे अस्ति नपुंसकलिङ्गे अकारान्त नपुंसकलिङ्गशब्दः वचनं तव तव कीदृशं पदम् अव्यय नैव नैव तव योर् सर्वनाम सर्वनामपदमस्ति किं तत् प्रातिपदिकं किं तद् युष्मद् तद् नास्ति युष्मद् युष्मद् ओके हा स्मरति किं युष्मद् अस्मद् दकारान्त हा दकारान्त लिङ्गं किं पुल्लिङ्गं नैव त्रिलिङ्गक सर्वनामपदमस्ति यु नो युष्मद् एण्ड् अस्मद् आर् त्रिलिङ्गक बिकास् वेन् ऐ से यु वेन् ऐ से यु द जेण्डर् इस् नाट् एक्सिबिटेड् वेन् ऐ से यु इट् केन् बि मेल् आर् फीमेल् सो सर्वनाम त्रिलिङ्गकपदम् युष्मत् तत्र रूपाणि कानि इत्युक्ते त्वं युवां यूयं त्वां युवां युष्मान् त्वया युवाभ्यां युष्माभिः तुभ्यं युवाभ्यां युष्मभ्यं त्वत् युवाभ्यां युष्मत् तव युवयोः युष्माकं त्वयि युवयोः युष्मासु तव इदानीं विभक्तिः वदतु षष्ठी षष्ठीविभक्ति उत्तमम् अग्रे ततो ततः ततः कीदृशं पदम् ततः अव्ययपदम् अव्ययम् उत्तमं युद्धाय युद्धाय कीदृशं पदम् युद्धाय आदौ विभक्तिं वदतु विभक्तिं वदतु तृतीया रामाय विभक्तिः का रामाय कृष्णाय गणेशाय चतुर्थी विभक्तिः युद्धाय तत्र युद्ध इति अकारान्त पुंलिङ्गशब्दः सन्नाहम् अहं वदामि सन्नाहः अकारान्त पुंलिङ्गशब्दः अस्ति अत्र द्वितीया विभक्तिः तत्र अर्थः किं कः इत्युक्ते प्रेपरेशन् प्रेपरेशन् अस्तु कुर्वन् कुर्वन् अहं वदामि दुक्रिङ्ग् इति धातुः तत्र क्षत्रप्रत्ययः अस्ति कुर्वन् मीन्स् कण्टिन्यूस् टेन्स् ओके कुर्वन् डूयिङ्ग् देट् बीङ्ग् प्रिपेर्ड् उत्तिष्ठति इदानीं वदतु भवान् उत्तिष्ठति कीदृशं क्रियापदं तत्र लकारः कः धातुः कः था था इति धातुः उत् उपसर्गपूर्वकः था इति धातुः स्वयं स्वयं कीदृशं पदं सर्वनाम पदं स्वयं वक्तुं शक्नुमः परन्तु अत्र तु अव्ययमेव बाह्यं अस्तु इदानीम् अर्थं वदतु Marks by saying Madhav that I will do what you are saying. Uttamam. And by saying this, he becomes ready and gets ready to war. Yeah, over there. And he stands up. How he stands up? By himself. By himself he stands up. Because you remember he had sat down, no? Yes. He had sat down and he had given up his bow and arrow. So earlier we had read that. Vitrajati, Chabam, etc., etc. So, Uttama. So, he is now, he is telling, I will do your video. Dhanyavad Aham over there. Vishalakshi Bhagavan. Agrimam Shlokam Patati. Ekansh. योधिते हुर्निशं भक्त्या भगिनी योधिते हर्निशं भक्त्या धर्म्यं संवादमुत्तमम् योधिते हर्निशं भक्त्या धर्म्यं संवादमुत्तमं सपुण्यकर्मणां लोकान् अवाप्नोति न संशयः उत्तमं विजय थंकी महोदय पठतु if you find it easier from the book you read it from the book no problem yes I am reading from book yodhi teharni sambhatya dharmyam samvadam uttamam सपूय कर्मणां लोकान् अवाप्नोति न संशयः। धन्यवादः। योधिते अहर्ति शम्भक्त्या धर्म्यं संवादु धर्म्यं संवादमुत्तमं सपुण्यं कर्मणां लोकान् अवाप्नोति न संशयः। योगी ते हरं निश्चं भक्त्या धर्म्यं भक्त्या धर्म्यं च धर्म्यं भक्त्या धर्म्यं च वाद अनुत्तमं च पुण्यम् उत्तमम् ओके उत्तमं च पुण्यं च पुण्यकरमानं लोकान् आप्नोति न संशयः। योधिते हर्निशं भक्त्या धर्म्यं संवादमुत्तमं च पुण्यकर्मणां लोकान् अवाप्नोति न संशयः। ओके इट्स् वेरि इम्पोर्टेण्ट् टु make the best of effort to read it correctly. Okay. I'll tell you why. Because as you pronounce the windpipe, the our organs, etc., will get that much exercise also. Okay. And you will also have the satisfaction, because when you chant it correctly, then what happens is the meaning also, it automatically comes to you. Okay. Okay, so it's very important to make all, read slowly, no problem. We are not in a hurry. So if you read slowly also, no issue. But as far as possible, correct. Okay. Dhanyavadaham. Vishalakshi Bhagini. Padachhedanam karotu Bhagini. Okay, yeah, I'll try. Yaha Adhitaha. Adhite. Adhita. अदिते अहर्निशम् अदिते अहर्निशं भक्त्या धर्म्यं संवादम् उत्तमम् स पुण्यकर्मणां लोकान् सः पुण्यकर्मणां पुण्यकर्मणां लोकान् अवाप्नः अति न संशयः। नैव, तत्र अवाप्नोति एकं पदम् एव, अवाप्नोति एकं पदम् एव, न संशयः। उत्तमं प्रयत्नमस्ति। यः कीदृशं पदम्? That all you have to only tell now. I won't be able to tell. Himatam, prayatnam karaniyam bhagini. Vadatu, saha kirisham padam. Saha kirisham padam. Saha. Vibhaktihi ka tatra. Saha iti padasya vibhaktihi ka. Saha. Saha is a prathama vibhakti. Yaha will be also prathama vibhakti. Ah, uttama. सः इति पदस्य प्रातिपदिकं किम्? नो, ऐ डोण्ट् नो। तद् पुंलिङ्गशब्दः एवमेव अत्र यद् तकारान्त पुंलिङ्गशब्दः अस्ति। प्रथमा विभक्तिः वचनं किं पुंलिङ्गम्, ऐ मीन् वचनम् प्रथम एकवचनम् यस्, तत्र दट् एस् दट् यु सी इस् काल्ड् एन् अवग्रहचिह्नं, अवग्रह, बट् इट् स्टाण्ड्स् फार् अ, नो, हा, आफ्टर् दट् वाट् एवर् इस् देर् दट् अ यु हेव् टु पुट् ओवर् देर्, ओके, सो अदिति इट् डज़न्ट् स्टाण्ड् फार् अ एस् सच् या, बट् यु केन् से दट् देर् इस् अ सन्धि ओवर् देर् and the earth yeah. is of the earth of the avatar. Adhite. Okay. Adhite kidrisham padam? Adhite is kriyapadam. Kriyapadam. Purushaha kaha? Purusha, prathama purusha. Prathama purusha, uttamam. Apicha, apicha lakaraha kaha? Lat lakaraha. Lat lakaraha, uttamam. Yeah. Lingam kim? No lingam. It is a kriyapadam. Yeah. Kriyapadam. अहर्निशम् कीदृशं पदम् अहर्निशम् डे एण्ड् नैट् तत्र अव्ययम् डे एण्ड् नैट् अव्ययम् ओके ओके अव्ययम् डे एण्ड् नैट् भक्त्या कीदृशं पदम् डिवोटी It is not bhakti devotee, is it is devotion. So bhakti. Devotion. Okay, okay. Bhakti, bhakti is the pratipadikam. It is okay. the dhilinga padam. And bhaktya is the tritiya vibhakti. So, they are by bhakti, with devotion. With devotion, okay. Dharmyam. Dharmyam. Atra, ayaham vadami. Visheshanam anti. Satya padasya, samvadam. इति पदस्य पदम् अस्ति किल तत् तस्य पदस्य विशेषणमस्ति संवादं संवादं तत्र विभक्तिः का संवादम् नो ऐडिया संवादं रामं रामं द्वितीया विभक्तिः अस्ति पुंलिङ्गशब्दः अस्ति संवादः अकारान्त पुंलिङ्गशब्दः अस्ति तदर्थं धर्म्यम् अपि विशेषणमस्ति तदर्थम् अकारान्त पुंलिङ्गशब्द द्वितीया विभक्तिः वचनं किं संवादम् इति पदस्य संवादम् इस् प्रथम वचनम् एकवचनं द्वितीया विभक्ति एकनिमिष उत्तमम् इदानीं विजयकुमार महोदय वदतु उत्तमं कीदृशं पदम् उत्तमम् इस् द्वितीया विभक्ति एकवचनम् लिङ्गं पुल्लिङ्ग पुंलिङ्ग उत्तमं कः सः कीदृशं पदम् सः इस् दकारान्त पुल्लिङ्ग उत्तमम् उत्तमं वचनं विभक्तिः प्रथमा विभक्ति एकवचनम् उत्तमम् उत्तमम् पुण्यकर्मणां विजयकुमार महोदय वदतु कर्मणां द्वितीया विभक्ति एकवचनं कर्मणां ओ षष्टी बहुवचनं षष्टी बहुवचनम् उत्तमम् अत्र प्रातिपदिकं किं महोदय प्रातिपदिकं किं रामाणां रामाणां कर्मपद नैव अत्र पुण्यकर्मन् पुण्यकर्मन् नकारान्त नकारान्त नपुंसकलिङ्गशब्दः ओके ओके ओके कर्म कर्मणि कर्मणि कर्माणि कर्म कर्मणि कर्माणि कर्मणा कर्मभ्यां कर्मणि कर्मणे कर्मभ्यां कर्मभ्यः कर्मणः कर्मभ्यां कर्मभ्यः कर्मणः कर्मणोः कर्मणाम् ओके लोकान् लोकान् कीदृशं पदम् लोकान् द्वितीया विभक्ति बहुवचनम् उत्तमं प्रातिपदिकं किम् कर्मपदम् कर्मपदं तु अस्ति एव द्वितीया विभक्ति परन्तु प्रातिपदिकं किम् रामान् शब्दस्य नैव लोकान् लोकान् लोकान् कुर्वन् कुर्वन्तः स्म किल लोकान् लोक लोक लोक लोक लोक अकारान्त पुंलिङ्गशब्दः अवाप्नोति कीदृशं पदम् आप्नोति प्रथमपुरुष एकवचनं लट् लकार उत्तमम् अत्र अव अव इति उपसर्गपूर्वकः न कीदृशं वदन् अव्ययम् संशयः संशयः एकवचनं प्रथमाविभक्ति उत्तमं लिङ्गं पुल्लिङ्गं धन्यवादः विशालाक्षि भगिनि नैव धन्यवादः मा वदतु अर्थं वदतु अर्थं वदतु इदानीं कृतवन्तः किल इदानीं वदतु अर्थम् यः धीते ऐ डोण्ट् नो वाट्स् द मीनिङ्ग् आफ् धीते अधीते अधीते अधीते हर्निशम् हर्निशम् इस् डे अण्ड् नैट् भक्त्या इस् संवादम् उत्तमम् इस् नो यू टेल् भगिनि प्रयत्नं करोतु चिन्ता नास्ति दोषः भवति चेत् चिन्ता नास्ति वदतु जानाति जानाति लैक् देट् ओन्लि यु टेल् डोण्ट् टेल् द नौ यु हव् टु टेल् ओन्लि द मीनिङ्ग् नो सो यु नो या बट् देन् ऐ केन् ऐ डोण्ट् नो यु टेल् अस्तु कविता भगिनी वदतु अर्थं वदतु अर्थम् The bhakta who day and night no bhakti are kim ho astu vijay kan kim ho dev vadati pashyama ka vadati iti aam bhagini I don't know the meaning of Aditi word. Aditi is one who studies. One who studies. One who does Adhyayanam. Okay. Yaha Aditi Aharnisham Bhaktya Dharmyam Samvadam Uttamam. The dialogue of these two, Krishna and Paras, who studies day and night, this dialogue, with bhakti means devotion saha punya karmanam lokanam avapnoti na sansaya he will go to punya karma there is no doubt about it very good uttam so punya karmanam lokani tra place where those who have done punya they go to that place he will go to and then there is absolutely no doubt about that तत्र संशय एव नास्ति इदानीं किं कुर्मः वाट् वि डू इस् वि चाण्ट् द एण्टायर् थिङ्ग् विद् भक्ति एण्ड् देन् वि विल् तत्र समापयामः अस्तु आदौ विजय सङ्की महोदय पठतु पूर्णं गीता यु मीन् टु से फ्रम् 1 टु 12 यस् यस् Actually, last time I was not there, but let me try. अस्तु एकं कार्यं कुर्मः तत्र विशालाक्षी भगिनी भगिनी आदौ पठतु यु लिसन् टु हर् एण्ड् देन् आटोमेटिक् नो ऐ रीड् इट् फ्रोम् द बुक् अस्तु पठतु म्यूट् मध्ये अथादौ धृतराष्ट्रस् धृतराष्ट्रस्तु सञ्जयं परिपृच्छति कुरुक्षेत्रे समायाताः किमकुर्वत मत्प्रियाः अवादित् सञ्जयस्त्वेवं द्रोणं दुर्योधनस्तदा उपसङ्गच्छते ब्रूते निबोधयति संस्थितान् ततो रथस्थितः कृष्णः पाञ्चजन्यं धमत्यहो पश्चात् सर्वेऽपि योद्धारः शङ्खान् स्वीयान् धमन्ति च धनुरुद्यच्छते पार्थः सोऽपि कृष्णं ब्रवीति वै सेनयोरुभयोर्मध्ये स्थापयेति रथं मम स्थापिते स्यन्दने तिष्ठन् असौ सर्वान् निरीक्षते दृष्ट्वा बन्धून् गुरुंश्चान्यान् वृषं सीदति खिद्यते स्रंसते हस्ततश्चापो वेपथुर्जायते नतनौ मनो भ्रमति तेनासौ रथेनैवावतिष्ठते विसृजत्यात्मनश्चापं तत्रैवोपविश्यत्यमं विश्यत्ययं पुनश्चावेक्षते सर्वान् तेन खेदोऽभिवर्धते पश्चात् प्रभाषते कृष्णं राज्यं भोगं सुखानि च न काङ्क्षे न च वा भुञ्जे नैव हन्मीति बान्धवान् कृष्णः संशृणुते सर्वं पुनश्चोपदिशत्यमुं ज्ञानं भक्तिं तथा योगं साङ्ख्यं कर्म तथाखिलं प्रजहात्यर्जुनः क्लैब्यं पुनश्चायं न शोचति प्रणश्यति हि सम्मोहः तेनासौ विन्दते स्मृतिं ब्रूते च माधवं पार्थः करिष्ये वचनं तव ततो युद्धाय सन्नाहं कुर्वन्तिष्ठति स्वयं कुर्वन्नुत्तिष्ठति स्वयं योधिते हर्निशं भक्त्या धर्म्यं संवादमुत्तमं सपुण्यकर्मणां लोकान् अवाप्नोति न संशयः धन्यवादः धन्यवादः इदानीं विजयसङ्गी महोदय धृतराष्ट्रस्तु सञ्जयं परिपृच्छति कुरुक्षेत्रे समायातः किमकुर्वत् मत्प्रियः अवादित् सञ्जयस्त्वेवं द्रोणं दुर्योधनस्तदा उपसङ्गच्छते ब्रूते निबोधयति संस्थितान् ततो रथस्थितः कृष्ण पाञ्चजन्यं दम्पत्यहो पश्चात् सर्वेऽपि योद्धारः शङ्खान् स्वीयान् दमन्ति च धनुरुद्यच्छते पार्थ सोऽपि कृष्णं ब्रवीति वै सेनयोरुभयोर्मध्ये स्थापयेति रथं मम स्थापिते स्यन्दने तिष्ठन् असौ सर्वान् निरीक्षते दृष्ट्वा बन्धून् गुरुश्चान्यान् वृषं सिदति खिद्यते स्त्रंसते हस्ताश्चापो वेपथुश्चायते तनौ मनो भ्रमति तेनासौ रथेनैवावतिष्ठते विसृजत्यात्मनश्चापं तत्रैवोपस्वितस्त्ययम् पुनश्चावेक्षते सर्वान् तेन खेदोऽभिवर्धते पश्चात्प्रभाषते कृष्णं राज्यं भोगं सुखानि च न काङ्क्षेण च वा भुञ्जे नैव हन्मिति बान्धवान् कृष्णः संशृणुते सर्वं पुनश्चोपदिशत्यमुम् ज्ञानं भक्तिं तथा योगं साङ्ख्यं कर्म तथाखिलं प्रजहात्यर्जुनैव्यं पुनश्चायं न शोचति प्रणश्यति हि सम्मोहः तेनासौ विन्दते स्मृतिं कृते च माधवं पार्थः करिष्ये वचनं तव ततो युद्धाय सन्नाहम् कुर्वन्नुत्तिष्ठति स्वयं योधिते हर्निसम्भक्त्या धर्म्यं संवादमुत्तमम् स पुण्य कर्मणां लोकान् अवाप्नोति न संशयः. सम्यक् एव पठितवान् किञ्चित् अत्र इत्र, परन्तु सम्यक् एव पठितवान्. धन्यवादः विजयकुमार् महोदय. धन्यवादः. आं भगिनि. अथातो धृतराष्ट्रस्तु सञ्जयं परिपृच्छति कुरुक्षेत्रे समायाताः किम कुर्वन्तमत्प्रियाः अवादि सञ्जयस्वेयं द्रोणं दुर्योधनस्तथा उपसङ्गच्छते भूते निबोधति संस्थितान् ततो रतस्थितं कृष्णं पाञ्चजन्यं गमत्ययो पक्षा सर्वापि योद्वारं शङ्कान् स्वीयान् धर्मन्ति च धनुरुच्यते पार्थः सोऽपि कृष्णं ब्रवीति वे सेनयो उभयो मध्ये स्थापयेति रथं मम स्थापिते स्यन्तते तिष्ठन् असौ सर्वान् निरीक्षते दृष्ट्वा बन्धून् कुरुच्छायान् भृशंसीदति खिद्यते संस्थे संस्कृते हस्तशापो वेपतु जायते तने वेपतुर् दट् मा विच् इस् द अबौ जाय वेपतुर् रेफर् वेपतु जायते तनो मनो भ्रमति ते नासो रते नैवावतिष्ठते विसृज्या मनश्चापं तत्रैवोपरि विषयं पुनश्चावेक्षते सर्वान् तेन खेदो अभि वर्तते पश्चात् प्रभाषेत कृष्णं राज्यं भोगं सुखानि च न काङ्क्षे न च वा भुज्ये नैवं हन्नितं बान्धवान् कृष्णं संश्रुते सर्वं पुनश्चोपदिशित्युमं ज्ञानं भक्तिं तथा योगं साङ्ख्यं कर्म तदाखिलं प्रजयार्थिन अर्जुनं क्लेप्यं पुनश्चायं च शोषति प्रणश्यति हि सम्मोहं तेनासो विन्दते स्मृतिं ब्रूते च माधवं पार्थ करिष्ये वचनं तव ततो युद्धाय सन्नाहं कुर्वन्ति तिष्ठति स्वयं योद्यते अहर्निशं योगीते हर्निशं भक्त्या धर्मं संवादमुक्तमं स पुण्यकर्माणां लोकान् आप्नोति स संशयः. अस्तु धन्यवादः महोदय. धन्यवादः. ओके अण्डर्स्टूड्. अस्तु कविता भगिनी पठित्वा शान्तिमन्त्रम् उक्त्वा समापयतु. अथातो धृतराष्ट्रस्य तु सञ्जयं परिपृच्छते कुरुक्षेत्रे समायाताः किं कुर्वत्मत्प्रियाः अवदासित् जनस्वेवम् द्रोणं दुर्योधनस्तदा उपसङ्गच्छते ब्रूते निबोधयति संस्थितान् ततो रथस्थितः कृष्णः पाञ्चजन्यं दमत्यहो पश्चात् सर्वेऽपि योद्धारः शङ्कान् स्वीयान् दमन्ति च धनुरुध्यच्छते पार्थः सोऽपि कृष्णः ब्रवीति वै सेनयोर्भयोर्मध्ये स्थापयति रथं मम स्थापिते स्यन्धने तिष्ठन् असौ सर्वा निरीक्षते दृष्ट्वा बन्धून् गुरुश्चान्यान् वृषं सीदति खिद्यते संसते हस्तयश्चापो वेपतुश्जायते तनौ मनो भ्रमति तेनासौ रथेनैवावतिष्ठते विसृज्यत आत्मनश्चापम् तत्रैव वोपशिष्टयम् पुनश्चावेक्षते सर्वान् तेन खेदोऽपि वर्धते पश्चात् प्रभाषते कृष्णम् राज्यं भोगं सुखानि च न काङ्क्षते न च वा भुञ्जे नैव हन्निति बन्धवान् कृष्ण संशृणुते सर्वं पुनश्चोपदिश्यतम् दिश्यत्यमुं ज्ञानं भक्तिं तथा योगं साङ्ख्यं कर्म तथा अखिलं प्रजहात्यर्जुनः क्लैब्यम् पुनश्चायं न शोचति प्रणश्यति हि सम्मोहम् तेनासौ विन्दते स्मृतिम् ब्रूते च माधवं पार्थः करिष्ये वचनं तव ततो युद्धाय सन्नाहं कुर्वन् उत्तिष्ठति स्वयं योधिते अहर्निशं भक्त्या धर्म्यं संवादम् उत्तमं सपुण्यकर्मणां लोकान् लोकान् अवाप्नोति न संशयः धन्यवादः शान्तिमन्त्र ओम् ओम् सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ओम् शान्ति शान्ति शान्तिः धन्यवादः धन्यवादः पुनर्मिलामः पुनर्मिलामः धन्यवादः धन्यवादः.